पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 1 श्रीगणेशाय नमः श्रीकुलदेवतायै नमः श्रीगुरुचरणारविन्दाभ्यां नमः नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेद ऋषय ऊचुः श्रुतं सर्वं महाभागस्वर्गखण्डं मनोहरं त्वत्तोऽधुना वदायुष्मन् श्रीरामचरितं हि नः सूत उवाच अथैकदा धराधारं पृष्टवान् भुजगेश्वरं वात्सायनो मुनिवरकथामेधा सुनिर्मलाम् श्रीवात्स्यायन उवाच शेषाशेषकथास्त्वत्तो जगत्सर्गलयादिकाः भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः महत्तत्त्वादिसृष्टीनां पृथक्तत्व विनिर्णयः नानाराजचरित्राणि कथितानि त्वया नख सूर्यवंशभवानां च राज्ञां चारित्रमद्भुतं तत्रानेकमहापापहरा रामकृता कथा तस्य वीरस्य रामस्य हयमेधकथा श्रुता संक्षेपदो मया त्वत्तस्तामिच्छामि सविस्तरम् या श्रुता संस्मृता चोक्ता महापादकहारिणी चिन्तितार्थप्रदात्री च भक्तचित्तप्रदोषदा शेष उवाच धन्योऽसि द्विजवर्यत्वं यस्य ते मदिरीदृशी रघुवीरपदद्वन्द्वमकरन्दस्पृहावदी वदन्ति मुनय सर्वे साधूनां सङ्गमं वरं यस्मात् पापक्षयकरी रघुनाथकथा भवेद् त्वया मेऽनुग्रहसृष्टो यद्रामस्मारितः पुनः सुरासुरकिरीडौख मणिनिराजिताङ्घ्रिकः रावणादिकथा वार्धौ मशको माधृशकियान् यत्र ब्रह्मादयो देवा मोहितान विदन्त्यपि तथापि भो मया तुभ्यं वक्तव्यं स्वीयशक्रिदः पक्षिणस्वगतिं श्रुत्वा के गच्छन्ति सुविस्तरे चरितं रघुनाथस्य शतकोटिप्रविस्तरं येषां वै यादृशी बुद्धिस्ते वदन्त्येव तादृशम् रघुनाथ सदी कीर्तिर्मद्बुद्धिं निर्मलीमसां करिष्यति स्वसम्पर्कात् कनकम् त्वनलो यथा सूत उवाच इत्युक्त्वा तं मुनिवरं ध्यानस्तिमिदलोचनः ज्ञानेनालोकयां चक्रे कथां लोकोत्तरां शुभां गद्गदस्वरसंयुक्तो महाहर्षाङ्किताङ्गकः कथयामास विशदां कथां दाशरथे पुनः शेष उवाच लङ्गेश्वरे विनिहदे देवदानवदुःखदे अप्सरो गणवक्त्राब्ज चन्द्रमकान्तिहर्तरि सुराः सर्वे सुखं प्रापुरिन्द्रप्रभृतयस्तदा सुखं प्राप्ता स्तुतिं चक्रो दासवत्प्रणतिं गदाः लङ्कायां च प्रतिष्ठाप्य धर्मयुक्तं विभीषणं सीतया सहितो रामः पुष्पकं समुपाश्रितः सुग्रीव हनुमत्सीता लक्ष्मणैः संयुतस्तदा विभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः लङ्कां स पश्यन् बहुधा भग्नप्राकारतोरणां दृष्ट्वा शोकवनं तत्र सीतास्थानं मुमूर्च्छः किं च पांस्तत्र वृक्षांश्च पुष्पितान् कोरकैर्युधान् राक्षसीभिः समाकीर्णान् मृताभिर्हनुमद्भयाद् युद्धं सर्वं विलोक्याशु रामप्रायात् पुरीं प्रति ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानकैः देवदुन्दुभिः निर्घोषान् शृण्वन् श्रोत्रसुखावहान् तथैवाप्सरसां नृत्यैः पूज्यमानो रघुत्तमः सीतायै दर्शयन् मार्गे तीर्थान्याश्रमवन्ति च मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः यत्र यत्र कृता वासाः पूर्वं रामेण धीमता तान् सर्वान् दर्शयामास लक्ष्मणेन समन्वितः इत्येवं दर्शयंस्तस्यै रामो द्राक्षीत्वकां पुरीं तस्याः पुनः समीपे तु नन्दिग्रामं ददर्शः यत्र वै भरतो राजा पालयन् धर्ममास्थितः भ्रातुर्वियोगजनितं दुःखचिह्नं वहन् बहु गर्तशायी ब्रह्मचारी जडावल्कलसंयुतः कृशाङ्गयष्टिर्दुःखार्थ कुर्वन् रामकथां मुहुः यवान्नमपि नो भुङ्क्ते जलं पिबति नो मुहुः उद्यतं सवितारं यो नमस्कृत्य ब्रवीति च जगन्नेत्र सुरस्वामिन् हर मे दुष्कृतं महद मदर्थे रामचन्द्रोऽपि जगत्पूज्यो वनं ययौ सीतया सुकुमाराङ्ग्या सेव्यमानोटवीं गतः या सीता पुष्पपर्यङ्गे वृन्दमासाद्य दुःखिता या सीता रविसन्तापं कदापि प्राप नो सदि मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो या सीता राजवृन्दैश्च न दृष्टा नयनैः कदा सा सीता दृश्यते नूनं किराधैः कालरूपिभिः या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति सा सीताद्य वनस्थानि फलानि प्रार्थयत्यहो इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः प्रादप्रादर्महाराजो भरतो रामवल्लभः यश्चोच्यमानः सचिवैः समदुःखसुखैर्बुधैः नीतिज्ञैः शास्त्रनिपुणैरिति प्रोवाच तान्नृपः अमात्या दुर्भगं मां किं प्रब्रूदपुरुषाधमं मदर्थे मेग्रजो रामो वनं प्राप्यावसीदति दुर्भगस्य मम प्रस्वाः पापमार्जनमादराद करोमि राम चन्द्राङ्घ्रिं स्मारं स्मारं सुमं तृणः धन्याः सुमित्रा सुतरां वीरसु स्वपदिप्रिया यस्यास्तनुजो रामस्य चरणौ सेवदेन्वहम् यत्र ग्रामे स्थितो नूनं भरदो भ्रातृवत्सलः विलापं प्रकरोत्युच्चैस्तं ग्रामं सददर्शः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य भरदावासनन्दिग्रामदर्शनो नाम प्रथमोऽध्यायः ॐ